नमस्कारः, अस्माकं पाणिनीयव्याकरणचिन्तनवर्गे स्वागतं। तत्र यङ्लुगन्तदातवः इति पाठः अनुवर्तते। तत्र वयं गतसप्ताहे सामान्य अभ्यासकार्याणि दृष्टवन्तः, तस्य एव किञ्चित् पुनःस्मरणं कृत्वा अग्रे सरामः। भव्या भगिनी अपि आगच्छति। अत्र महोदय, सुब्रह्मण्यमहोदय, तत्र प्रथमं वदति वा अभ्यासकार्यं हलादिशेषः इति सूत्रे किं भवति इति? एकनिमिषं महोदय, हलादिशेषः इति सूत्रस्य कार्यं कथं किं भवति इति? हलादिशेषः शेष इति सूत्रं वदति, अभ्यासस्य आदिमवर्णः अल् शेषः अभ्यासे अप्रेषाम् अल् वर्णः लोपः भवति इति। अत्र अल् वर्णः आदिमवर्णः तिष्ठति, अन्यवर्णः अप्रेषां लोपः भवति इति इत्यस्य अर्थं। महोदय, मम सन्देहः अत्र अस्ति, आदिमः मृदमः इति द्वयोः किं भेदमस्ति? आदिमः पुनः महोदय प्रथमः समानं नास्ति वा? न, प्रथमः इत्युक्ते यद् वर्णः अट् इति अस्ति किल, तत्र अकारः प्रथमवर्णः। आम्, अकारः, परन्तु अलादि अस्ति चेत् अत्र अकारः इति न किमपि वैशिष्ट्यं। तदेव अहं पृच्छामि, हलादिशेषः इत्युक्ते न हल् वर्णः एव तिष्ठति आदिमवर्णः, अत्र तदेव प्रथमः अपि, अतः एव अहं पृच्छामि। अच् अस्ति चेत् अच् नास्ति इति अत्र दत्तं चेत् सम्यक् अपि अहं चिन्तयामि, मेबि सम्यक् नास्ति। अस्तु, हल् वर्णः एव तदेव। अस्तु, धन्यवादः। आदौ यः अस्ति सः एव तिष्ठति, अन्यत् अन्यत् किमपि अन्यवर्णः लोपः भवति, अन्यवर्णानां लोपः भवति एव। अनन्तरं अग्रे पठामि, तत्र धन् इति युक्ते किं भवति इति वदतु महोदय। उदाहरणं धन् इति चेत् यं सन्यङ्गोचन द्वितं भवति, अनन्तरं दण्डन् इति रूपम्, आह्लादिशेषगत्येन प्रथम धन् इत्यस्य दकारः एव तिष्ठति, स्वरसहितकारः तिष्ठति, नकारः लोपः भवति, दन् इति रूपं भवति। समीचीनम्। अभ्यासस्य केवलं प्रथमस्थाने विद्यमानः हल् वर्णः अवशिष्यते, अन्यानि हल् वर्णानि लुप्यन्ते। प्रथमस्थाने यः अस्ति तदेव अवशिष्यते, अन्ये वर्णाः हल् वर्णाः सन्ति चेत् तेषां लोपः भवति इत्येव वदति। तदेव यदा तदेव विशेषः महोदय, यदा आदिमः इति वदति, न तु प्रथमः इति यद् करपत्रे अस्ति तस्य यः एव अर्थः। तत्र आदिमः इत्युक्ते यद् यदा प्रथमस्थाने यद् अस्ति तदेव इति। अन्य किमपि किमर्थं तादृशं? प्रथमवर्णः यदा व्यञ्जनं नास्ति चेत् तस्य लोपः भवति एव। अट् अट् अस्ति चेत् अकारस्य लोपः एव किल। धन्यवादः, अग्रे पठामि वा? आम्, नमस्ते भगिनी सरला। आं, नमस्ते भगिनी। नास्ति चिन्ता भगिनि. अरुणा भगिनी अग्रिमसूत्रं वदति वा, शर्पूर्वः कयः इत्यत्र किं भवति? भगिनि, शर्पूर्वः कयः यस्य अभ्यासस्य पूर्व षर् परञ्च खै, तस्य तु खै एव शेषो भवति, अन्ये हलः च लिप्यते. अत्र अभ्यासे पूर्वं षर् वर्णः अस्ति. षर् इति चेत् ष खै इति खापच खर्वर्णः अस्ति चेत् खै एव शेषः भवति. उदाहरणमत्र पठामि भगिनि, अत्र स्पष्टं भवति. स्पर्धः अस्ति, स्पर्धः प्रथम आदौ सकार अस्ति, षर्वर्णः अस्ति, तदनन्तरं पकार रेफ पकार अस्ति, पकारः कर् खै वर्णः अस्ति, ततः तदेव सर्वर्णः लोपः लुप्तः भवति, ततः पकार एव अवशिष्यते. तदनन्तरं सकारलोपः, तदनन्तरं अन्यवर्ण हलादिशेषः इति सूत्रेण रेफा अपि बकार अपि अपगच्छति, अपगच्छतः एव शिष्यति, प स्पर्धा इति रूपं भवति. समीचीनं भगिनि. अतः अभ्यासे यदि शर्वर्णात् परः कैवर्णः कैवर्णाः सन्ति चेत् तर्हि ते सर्वे अवशिष्यन्ते, कैवर्णाः अवशिष्यन्ते, अन्ये हल् वर्णाः लुप्यन्ते. तदेव सर्परः कयः पूज स्तम्भ स्तु खल् षिग् पृ अत्रापि कैवर्णः एव अवशिष्यते. आं, कैवर्णाः अवशिष्यन्ते, अन्ये हल् वर्णाः लिप्यन्ते, परन्तु शर्परे कयः भवेत्, शर्वर्णात् परः कयः इति भवेत्. आम्, धन्यवादः भगिनि. पुष्पा भगिनी वदति वा, ह्रस्वः ह्रस्वः इति? भगिनि, क्षम्यतां भगिनि, अत्र सूत्रे शर्पूर्वाः खयः इति उक्तं. खयः इति बहुवचने दत्तमस्ति, परन्तु तादृशप्रसङ्गः एव न दृष्टं किल, यत् केवलम् एकः एव खैवर्णः आगच्छति सर्वत्र. तदेव तत्र दत्तमस्ति किल अस्माकम् अष्टाध्यायी डाट् काम् इति. अन्ये खैवर्णाः सन्ति वा? अतः यदि अभ्यासे द्वौ अधिकः वा शर्पूर्वः कैवर्णाः सन्ति तर्हि ते सर्वे अवशिष्यन्ते, परन्तु अस्य उदाहरणानि न लभ्यन्ते. तर्हि सर्वत्र वयम् एकः एव पश्यामः इति. अस्तु, परन्तु प्रसक्तिः तु अस्ति एव. अस्तु, पुष्पा भगिनी वदति वा, ह्रस्वः इत्यत्र किं भवति इति? निमिष भगिनी, ऐ कुडन्ट् लोकेट् द वेर् वी आर् स्टडिङ्ग्. न, यङ् लुगन्त दातवः इति दातवः तत्र सामान्य अभ्यासकार्यं विशेष अभ्यासकार्यम् इति इत्यस्मिन् भागे तत्र तृतीयसूत्रमस्ति. हलादिशेषः अभवत्, शर्पूर्वः कयः अभवत्, ह्रस्वः इति अग्रिमसूत्रम् सामान्य अस्तु. सरला भगिनी वदति वा. अस्तु भगिनि, अभ्यासस्य अचुमानस्य ह्रस्वस्यात् उदाहरणम् अस्ति खा खाद् इति यदि अस्ति, सो द्वितं भूत्वा खाद् खाद् भवति, तदनन्तरं हलादिशेषणेन तकारस्य लोपः भवति, खा खाद् आगच्छति, ह्रस्व इति सूत्रेण अकारस्य अकार भवति, सो ख खाद् इति भवति, सो ह्रस्व इति. सो अनुवृत्तिसूत्रमस्ति अङ्गस्य अभ्यासस्य अचः हस्वः. सो कोऽपि अचुवर्णः अस्ति, यदि इकारः अस्ति तु इकार भवति, उकार उकार भवति, तु दीर्घ यत् स्वर अस्ति तस्य ह्रस्व भवति इति अभ्यासस्य. समीचीनं. एचः इग् ह्रस्व आदेशे इति सूत्रेण किल, एकारस्य ह्रस्ववर्णः ईकारः, एकारस्य एच एक ह्रस्व धने यदि सेव् अस्ति तु सका एकारस्य एकार भवति, सेव गो अस्ति तु तस्य गु भवति, गुगोष्ठ आगच्छति, धौ अस्ति तु पुनः उकार आगच्छति, धु धौ कति भवति तत्र. सम्यक् भगिनि, धन्यवादः. हिमा भगिनी उरत्, क्षम्यतां भगिनि, उरत् इति सूत्रमस्ति. अभ्यासस्य ऋवर्णस्य स्थाने अत् आदेशः भवति. अनुवृत्तिसहितसूत्रमस्ति, अङ्गस्य अभ्यासस्य उः अत् इति. तर्हि यत्र यत्र ऋवर्णान्तः धातुः भवति तत्र तत्र ऋकारस्य अत् आदेशः, अत् इति तपरकालं कृत्वा अत्र केवलं ह्रस्व अकारः एव भवति इति अवगच्छामः. अत्र ऋवर्णस्य स्थाने इत्युक्ते प्रायः अत्र तु अष्टादश ऋवर्णाः इति स्वीकर्तुं शक्नुमः इति मन्ये. तर्हि तत्र प्रथमं ह्रस्वऋकारस्य उदाहरणं दत्तमस्ति, वृष् इति. तर्हि अत्र वृष् इति सूत्रे हलादिशेषः अपि कार्यं करोति संयङ्गुः इति कारणेन. प्रथमं तत्र द्वित्वं भवति, इकः एव अच्वर्णः अस्ति इति कृत्वा तत्र प्रथमं यङ् विधीयते, धातोरेकाचो हलादे क्रियासमभिहारे यङ् इति कृत्वा. तदनन्तरं संयङ्गुः इति द्वित्वं भूत्वा वृष् वृष् इति भवति. हलादिशेषः इति कृत्वा तत्र शकारस्य लोपः, अपि च वृवृष् इति स्थितिः. इदानीम् अभ्यासस्य ऋवर्णान्तः अस्ति, धातुः इति न वक्तव्यं तत्र, मया दोषेण उक्तं पूर्वं. तत्र अभ्यासस्य भागः यदस्ति तत्र ऋकारान्तः भवति चेत् तत्र अत् आदेशः भवति. अतः यत्र कुत्रापि अण् आदेशः भवति तत्र उरण्ड्रपरः इति सूत्रेण आगत्य तत्र रपरः भवति इति कृत्वा तत्र वृ इत्यत्र वर् इति जातं, वर्वृष् इति स्थितिः. पुनः हलादिशेषः इति कृत्वा रेफस्य अपि लोपः, ववृष् इति स्थितिः. अत्र सूत्राणां क्रमस्य आवश्यकता नास्ति इति अग्रे दत्तमस्ति, तदर्थं परिभाषासूत्रमस्ति. यतोहि वयं हलादिशेषः पूर्वमपि कुर्मः, तदनन्तरम् उरत्, तदनन्तरं हलादिशेषः इति एतादृशा बहुवारं वयं कुर्मः, परन्तु तत्र कोऽपि कापि बाधा नास्ति इति उक्तमस्ति. नो चेत् आम् अग्रे आगच्छति भगिनि, अधोभागे अग्रे अन्यत् उदाहरणे आगच्छति तत्र. नो चेत् वयम् एकमेव कृत्वा अन्ततो गत्वापि हलादिशेषः कर्तुं शक्नुमः. अत्र तादृशक्रमाणां सूत्राणां क्रमस्य आवश्यकता एव नास्ति इति सूत्रम् एकवारं स्मारयिष्यामि. तत्र वयं पूर्वम् एका परिभाषा पठितवन्तः, पूर्वपरनित्यान्तरङ्गापवादानाम् उत्तरोत्तरं बलीयः इति. परन्तु अत्र तु अभ्यासविकारेषु बाध्यबाधकभावः नास्ति इति. तर्हि यत्र यत्र अभ्यासकार्याणि भवन्ति तत्र बाध्यबाधकभावः नास्ति इति कृत्वा तत्र क्रमस्य आवश्यकता प्राधान्यं नास्ति इति. समीचीनं. तदनन्तरं कृष् अपि तथैव, हृष् अपि तथैव, द्वित्वं भूत्वा कृष् कृष्, तदनन्तरं कृकृष् हलादिशेषः, उरत् अपि च उरण्ड्रपरः कर्कृष्, पुनः हलादिशेषः ककृष्. इदानीम् अन्यत् सूत्रमस्ति कुहोश्चुः, येन तत्र कवर्गीयस्य स्थाने चवर्गीयादेशः भवति. तत्र स्थाने अन्तरतमः इति द्रष्टव्यं, यथासङ्ख्यमनुदेशः अपि कार्यं करोति. यत्र स्थानस्य कार्यं न भविष्यति तर्हि अग्रे गत्वा वयं प्रयत्नम् अपि द्रष्टव्यम्, आभ्यन्तरप्रयत्न अपि च बाह्यप्रयत्नः इति द्रष्टव्यम्। अत्र तु सामान्यतया ककारस्य चकारः इति आगच्छति, प्रथमवर्णस्य प्रथमवर्णः एव इति कृत्वा अत्र अत्र स्थाने अन्तरतमः न भवति किल, अत्रापि प्रयत्नः एव द्रष्टव्यम् इति। यत्र चकारककारयोः यथासङ्ख्यम् अनुदेशः इति दत्तं दत्तम् अत्र, हकारजकारयोः संवारनादघोषमहाप्राणः अत्र केवलं यथासङ्ख्यं वा? तदेव अत्र दत्तमस्ति न, एतादृशं चिन्तयतु, तत्र बाह्यप्रयत्नः यद् वयं कुर्मः तत्र खर्वर्णानां स्थानानि खर्वर्णानां प्रयत्नाः समानं भवन्ति किल, तर्हि अत्र खर्वर्णानां स्थानं समानं भवति इति कृत्वा तत्र कवर्गीयस्य च वर्गः स्वीकृत्य तदनन्तरं यथासङ्ख्यमनुदेशः इति अहं चिन्तितवती, तादृशं न वा? तत्र यदा चोः कुः इत्यत्र यथा सङ्ख्यमनुदेशः कुर्मः किल तादृशमेव अत्रापि कवर्ग्य कवर्गवर्णस्य विषये तु यथासङ्ख्यमेव एकमेव, तत्र प्रयत्नस्य चिन्ता आवश्यकता नास्ति। अस्तु, तथैव परन्तु हृष् मध्ये किं भवति इत्युक्ते अत्र हृष् हृष् इति द्वित्वं भवति, तदनन्तरं हलादिशेषः हृहृष्, ऋकारस्य अतादेशः उरत् सूत्रम्, उरण्ड्रपरः अपि, तर्हि हर्हृष् हलादिशेषः रेफस्य लोपः हकृष्। इदानीं हकारः अस्ति, हकारस्य स्थानं यदि पश्यामः चेत् कण्ठः, अकुह विसर्जनीयानां कण्ठः इति भवति, परन्तु अत्र अभ्यासे चर्च इति अन्यत् सूत्रं कार्यं करोति, येन तत्र अभ्यासे स्थितस्य न किं भवति अत्र कुहोश्चुः एव कार्यं करोति, सत्यं कुहोश्चुः येन कार्येण तत्र कवर्गीय अपि च हकारस्य अपि परिवर्तनं भवति। हकारस्य कीदृशपरिवर्तनम् इत्युक्ते हकारस्य इदानीं स्थानस्य स्थानेन तत्र कार्यं न भवति, अतः अग्रे गत्वा प्रयत्नं द्रष्टव्यं। प्रयत्नेन तत्र हकारस्य सामान्यतया महाप्राणवर्णाः एव भवन्ति, अतः हकारस्य झकारः एव भवति, अपि च महाप्राणझकारस्य अल्पप्राणझकारः भवति अभ्यासे चर्च इति सूत्रेण, तत्र झषः झषादेशः भवति इति कृत्वा तृतीयचतुर्थवर्णाः तृतीयवर्णाः भविष्यन्ति, अतः झकारस्य झकारः भूत्वा जहृष् इति आगच्छति। समीचीनं भगिनि, धन्यवादः। अतः अभ्यासे चर्चा एव, पुष्पा भगिनी इदानीं वदति वा अभ्यासे चर्चा इति? भगिनी अस्ति वा पुष्पा भगिनी? I still haven't been able to locate. I don't know why I have such a hard time. I looked at it before and then I still can't locate it. Urat, I just saw the Urat and then I can't look at it. I can't fire locate it. I'm so sorry. Astu bhagini nasti chinta. Astu. Mahodaya bhavan eva punaha abhyase charcha vadati va anantram vayam agra karamaha adhyatana. Astu astu mahodaya abhyase charcha. Abhyase jal sthane charcha adesho bhavatah. तत्र स्थाने अन्तरतमः इति परिभाषासूत्रेण उच्चारणस्थान साम्यवशात् जस् तने जस् अपि च कै तने चर् इति भवति इति दत्तं। यदा जल् वर्णः अस्ति तस्य स्थाने जस् जस्थाने जस् आदेशः, अत्र कै वर्णः अस्ति चेत् अभ्यासे चर् वर्णः आदेशः। उदाहरणार्थम् अत्र दत्तं चर्चं कथं भवति इति, तु तुम् अत्र तु द्विवर्णः, प्रथमवर्णः अल्पप्राणः तु, अनन्तरं द्वितीयवर्णः महाप्राणः तु तुम् इति एव भवति द्वितीयं पश्य अनन्तरम् अभ्यासस्य सूत्रेण अत्र अल्पप्राणः तकार आदेशः तु तुम् इति। समीचीनं महोदय. आम् तत्र भू भू इत्यत्र महोदय. अत्र अत्र प्रथम कैवर्णः पठितवन्तः, इदानीं जस् वर्णः, अधः जस् स्थाने जस् इति द्वितीय चतुर्थवर्णस्य स्थाने तृतीयवर्णः भवति. भू भू दीर्घः अस्ति, भू भू अनन्तरं द्वितीयस्य अनन्तरं न भू एव भू ह्रस्वस्य ह्रस्व इत्यनेन भू इति ह्रस्वः भवति भू भू इति. अनन्तरं जस्थाने जस् आदेशः अथवा चतुर्थवर्णस्य तृतीयवर्णः भू इति भवति भू भू इति. तदेव डू डौक् डू डौक् इति. आम् अतः यदा तत्र अभ्यासे जल् स्थाने जश् चर्चा आदेशो भवतः अभ्यासे चर्चा इति अष्टमाध्यायस्य चतुर्थपादे अस्ति, त्रिपादिसूत्रम् अस्ति. अन्यदपि एकमस्ति, यदा वर्गस्य प्रथमसदस्य तृतीय पञ्चमसदस्यः यण् प्रत्याहारस्थवर्णाः सन्ति चेत् तत्र किमपि विकारः कोऽपि विकारः न भवति इति. अनादेशः अभ्यासः इति, छल् इत्युक्ते छल् इति अन्यकार्याणि भवन्ति, परन्तु परिवर्तनं किमपि वर्णस्य परिवर्तनं किमपि न भवति. भगिनी भव्या भगिनी भवति भगिनि अस्ति भगिनि अत्र देयं प्राप्तवती वा सम्यक् भव्या भगिनी भवी अस्ति वा भवती किमपि वदति वा अस्ति वा हा नास्ति चिन्ता भगिनि अत्र आकार तत्र आकारान्तधातूनाम् एजन्तधातूनाम् इति आरभ्य पठतु भगिनि. एतत्तु वयं गतसप्ताहे पठितवन्तः किल अभ्यासे चर्चा किमर्थं च अष्टमाध्यायस्य चतुर्थपादे अस्ति इति सर्वं पठितवन्तः. अतः अद्यतनपाठः आकारान्तधातूनाम् एजन्तधातूनां च यङ्लुगन्तधातुः. यङ्लुकि अङ्गकार्यविशेषः नालुमताङ्गस्य इत्यनेन यङ् प्रत्यय निमित्तम् अङ्गकार्यं निषिद्धम् इत्यनेन यङ् प्रत्ययः प्रत्ययनिमित्तम् अङ्गकार्यं निषिद्धम् आदेश उपदेशेशिति इत्यनेन एजन्तस्य धातोरात्वं परन्तु भवति एजन्तधातोरात्वम् आत्वं भवति. अस्य सूत्रस्य अर्थः नास्ति यत् एजन्तस्य धातोरात्वं भवति अशिति प्रत्यये परे. अशिति प्रत्यये परे इति उच्यते चेत् यङ्लुकि अस्य कार्यं न भविष्यति. यतोहि यङ्लुकि अशित् प्रत्ययः नास्ति एव. प्रत्ययस्य लुकि सति प्रत्ययः एव नास्ति. अतः सूत्रस्य अर्थः एवं यत् एजन्तधातोः आत्वादेशः भवति शिति प्रत्यये परे न भवति. अनेन यङ्लुकि अपि आत्वादेशः भवति. अस्तु, अत्र नालुमताङ्गस्य इति सूत्रस्य प्रकृतिना कार्यमागच्छति. यङ् प्रत्यय निमित्तं प्रत्ययनिमित्तं अङ्गकार्यं निषिद्धं. तत्तु यन्तु अत्र यङ् एजन्तस्य न एजन्ट् धातुवस्य धातुः आकारत्वं आगच्छति आत्वम् भवति. अत्र सूत्रस्य नास्ति यत् एजन्तस्य धातुरात्वं भवति अशीतिपत्रे परे एव तद् आत्वम् आगच्छति, परन्तु अशीतिपदे न आगच्छति इति. सम्यक् सम्यक् अशीतिपदे न आगच्छति. लुकि अशित् अशित् प्रत्ययः एव, तथैव अत्र प्रत्ययस्य लुक् भवति, यङ् प्रत्ययस्य लुक् एव भवति, लुक् भवति न, सति प्रत्ययः एव नास्ति. प्रत्ययस्य लुक् अस्ति, तथैव प्रत्ययः एव नास्ति इति. ये चिन्त आत्मादेशः भवति, शितिप्रत्यये तु आगच्छति इति. शितिप्रत्यये परे तत् आत्मम् आगच्छति, एङ्लुकि अपि आत्मादेशः भवति इति. आदेश्च उपदेशे शिति, उपदेशे एजन्तस्य धातोरात्वं न तु शिति. धात्वप्रकारणः अस्ति एतद् शिति, तद् न दृष्टति पश्यति, क्षम्यताम्. अत्र आदेश उपदेशे शिति अत्र धातु कार्यं करोति, अत्र अङ्गकार्यं नलुमताङ्गस्य तु अङ्गकार्यम्, एतद् धातुकार्यं. येन प्रायः अग्रे आगच्छति भगिनि, एतावता तु नलुमताङ्गस्य इत्यनेन यद् यङ् प्रत्ययनिमित्त अङ्गकार्यमस्ति तत्तु निषिद्धं भवति लुमताङ्गस्य इत्यनेन. आदेश उपदेशे अशिति इति सूत्रस्य प्रसक्तिः अस्ति वा इति प्रश्नः. अत्र वदति यत् एजन्तस्य धातोः आत्वं तु भवति, परन्तु अशिति एव, अशिति एव भवति इति. परन्तु आदेश तदेव अत्र अपि दीयते, आदेश उपदेशे शिति इत्यनेन एजन्तः एजन्तस्य धातुः आत्मं भवति भवति इति. अत्र अशीति अस्ति एव, अशीति प्रत्यये परे अत्र नास्ति इति, अशीति परे नास्ति धातु. अत्र अशीति आदेश उपदेशे शिति इत्यनेन एजन्तस्य धातोरात्वं परन्तु भवति, अस्य सूत्रस्य अर्थः नास्ति यत् एजन्तस्य धातुः धातोरात्वम् अनावलम्बताङ्गस्य द्वितीयवाक्यं भगिनि, एजन्तस्य धातोरात्वं भवति अशीति प्रत्यये परे. तद् एतद् एतद् आपोसिट् दीयते न? आमामां पश्यामः. हेमा भगिनी वदति वा किम् अस्ति अत्र इति? न, अत्र तु न, अत्र मम चिन्तनमस्ति एतादृशम् इत्युक्ते शित्तिप्रत्यये परे न भवति इत्युक्ते तत्र अनैमित्तिकम् अस्ति किल, तत्र किमपि न उक्तम् अशिति इति वदनेन तत्र कः प्रत्ययः भवतु इति न उक्तम्, अतः षित् प्रत्यये न भवति इत्येव. अत्र यङ्लुकि तु भवति एव, तत्र तु तस्य प्रसक्तिः भवति इत्युक्ते यदि षित् अस्ति तत्र न भवति, अन्यत्र भवितुमर्हति, तर्हि यङ्लुकि अपि निश्चयेन भविष्यति इति भविष्यति एव किल. यङ् लुटि तु निश्चयेन भविष्यति. अतः एव वयं ग्लै इति ध्येय् इति ध्या स्वीकुर्मश्चेत् लट् लोट् लङ् लिङ् मध्ये तत्र षित् भवति, यतोहि तत्र विकरणप्रत्ययाः आगच्छन्ति. तत्र आदेशोपदेशे शिति इत्यस्य कार्यं न भवति, परन्तु तत्र ऐकारस्य स्थाने आय आदेशः इति सन्धिकार्याणि भूत्वा तत्र ध्यायति इति आगच्छति. तत्र आदेशोपदेशे शिति कार्यं न करोति, यतोहि षित् प्रत्ययः परे अस्ति, अन्यत्र भवति इति भवति एव. अशिति प्रत्यये परे इति उक्तं चेत् न भवति अङ्गी, परन्तु तादृशं किमपि न उक्तम्, अतः कार्यं भवति भगिनि. अपि च अशित् इति कोऽपि प्रत्ययः एव नास्ति किल भगिनि, किल अस्तु महोदय. मया पृष्टं अशिति प्रत्यपरे इति साधु अस्ति वा न, तस्य उत्तरम् अस्ति अशिति प्रत्यपरे यदि वयं वदामः इत्युक्ते प्रत्ययक्षित् नास्ति, प्रत्यय इति तस्य अर्थं भवति चेत् प्रत्ययः भवेत् तत्र अशिति प्रत्ययपरे, यङ् लुकि यत्र तत् न आवश्यकम्. सो अशिति प्रत्ययपरे इति पर्युदास इति तस्य अर्थम् आगच्छति, प्रत्ययः भवेत् यत् षित् नास्ति तस्य अर्थः भवति. किन्तु यदि वयं वदामः एजन्तस्य आत्वं भवति क्षितिप्रये क्षितिपरे न अस्ति, यदि यत् तत् यदि वयं वदामः तत् प्रत्ययः तस्य किमपि भवेत् वा न भवेत् तस्य का इति आवश्यकता नास्ति, किन्तु यत् क्षित् नास्ति इति केवलं यदि वदामः इति प्रसज्य भवति प्रसज्य किं पर्युदास अस्ति यदि वयं वदामः अशिति प्रत्ययपरे प्रसज्य भवति यदि शिति नास्ति इति, तत् यङ् लुक् भवति तत्र प्रत्यय एव नास्ति, तत् शित् नास्ति इति केवलं वक्तव्यं भगिनि. किन्तु किम् इत्युक्ते अत्र 6A मध्ये 6A.02 तत्र प्रातिपदिकत्वम् इति एकं करपत्रम् अस्ति, तत्र महोदयेन दत्तमस्ति आदेशोपदेशे अशीति इति सूत्रं पर्युदासप्रतिषेध तत्र तु पर्युदास प्रतिषेधः वर्तते, तादृशम् अपेक्षितम् इत्युक्ते प्रत्ययः अपेक्षितः इति तत्र तस्मिन् करपत्रे उक्तवान्. तत्र प्रत्यय अपेक्षितम् अङ्गीकरोमि, पर्युदासः प्रसज्य वर्तते सादृशं न अपेक्षते इति अवगच्छामि, किन्तु प्रातिपदिकत्वम् इति यत् करपत्रमस्ति तत्र तु दोषाय लिखितमस्ति खलु, तर्हि गतवर्गे महोदय पर्युदास प्रसज्य इति न उक्तवान्, किन्तु केवलम् इति पृष्टवान् अशति प्रत्यपरे साधु वा न साधु इति वाक्यं, किन्तु आशयः कः अस्ति अत्र तु प्रत्ययम् अपेक्षते इति प्रातिपदिकत्वम् इत्यस्मिन् दत्तवान् तादृशं लिखितवान्. यत्र आदेशोपदेशे अशति इत्यस्मिन् प्रत्ययं किं कमपि प्रत्ययम् अपेक्षते इति तत्र दत्तवान् प्रत्ययः अपेक्षते इति, किन्तु अस्मिन् तु लिखितवान् अत्र तु अहं तु अङ्गीकरोमि आदेश उपदेशशीति इत्यस्मिन् प्रत्ययेन अपेक्षितम् अत्र दृश्यते इति अङ्गीकरोमि, तर्हि किन्तु विपरीतत्वेन तस्मिन् करपत्रे लिखितवान् प्रायः महोदयं वक्तव्यम् अस्तु. अत्र उदाहरणार्थं पश्यामः चेत् कोऽपि वदति अब्राह्मणम् आनय इति वदति, तर्हि कोऽपि अन्यः तद् श्रुत्वा छात्रः किं करोति शुनकम् आनयति, किन्तु तत्तु दोषाय खलु, ब्राह्मणम् आनयति कोऽपि मनुष्यः भवतु सादृशं भवतु इति, तत्र तु पर्युदासः अस्ति यत्र सादृश्यम् अपेक्षितम्, अत्र तु प्रसज्य वर्तते यत्र सादृशं न अपेक्षितम्, अशीति प्रत्यये परे इत्युक्ते तत्र प्रत्ययः एव अपेक्षितः इत्येव नास्ति, यत् नास्ति इति नापेक्षते, यदि किमपि नास्ति चेदपि तत्र कार्यं भवति. यथा भगिन्या उक्तम् अशिति एजन्तस्य आत्मं भवति इति प्रथमवाक्यं, द्वितीयवाक्यं निषेधकवाक्यम् अस्ति इषिति प्रत्ययपरे न भवतु इति तादृशम्. समीचीनम्. अस्तु अग्रे सारामः. अरुणा भगिनी पठति वा? आं भगिनि. किं यथा भगिनि? आदेशे उपदेशशिति सूत्रम् अनन्तरं तद् उदाहरणमपि. आदेश उपदेशे अशिति उपदेशे एजन्त्यधातोः आप्तं न तुषिति येन विधि तदन्तस्य इत्यनेन तदन्तविधिः अलौन्त्यस्य इत्यनेन अन्य अन्त्यस्य अलहस्थाने एत् इत्यनेन ए ऐ ओ औ शकार इति इत् यस्य सा षित् न षित् अषित् तस्मिन् विषये अशिति नयि तत्पुरुषः आत् पदमान्तम् एजः षष्ट्यन्तम् उपदेशे सत्यम्यन्तम् अशिति सत्यम्यन्तम् अनेकपदविधं सूत्रम् इति धातोर् अनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् एजः धातोः आत् उपदेशे अशिति सूत्रमत्र अस्ति. आदेश उपदेशे अशिति उपदेश अवस्थायाम् एजन्तधातोः आत्वं न भवति षित् प्रत्यये परे तदेव उदाहरणम् क्लै धातु क्लै क्ला भवति म्लै म्ला भवति ध्यै ध्यः शो श सो ष वे वा छो छ धे धा ग्लै इति आयत्वम् अस्ति सर्वत्र आत्वं तु भवति एव इति. आम् अग्रे भगिनि अत्र प्रश्नः उदेति यत् प्रक्रियाक्रमः कः आदेश उपदेशो शिति इत्यनेन आत्वं सर्वप्रथमं भवति वा तदा एव धातोः धातोरेकाचो हलादेः क्रियसमाभिहारे यङ् इत्यनेन यङ् विधानम् अथवा धातोरेकाचो हलादेः क्रियासमाभिहारे यङ् तदा यङ्गोचि च इति सूत्रेण यङ् प्रत्ययस्य लुक् तदा एव आदेश उपदेशे शिति. अत्र सरलरीत्या चिन्तयितुं शक्नुमः यत् आदेश उपदेशो शिति इत्यनेन उपदेश अवस्थायां कार्यं भवति नाम धातुः औपदेशिका स्यात् अतः आरम्भे एव आत्वं भवतु नो चेत् यङ् यदा हि विधीयते तदा हि आस्यदेशकधातोः धातुसंज्ञा भवति तस्य निवारणार्थं सर्वप्रथमम् आदेश उपदेशो शिति इति अस्माकं सादृश चिन्तनं स्यात्. प्रश्न उदेति किं सूत्रं प्रथमं करणीयम् आदेश उपदेशति वा धातौ रेखाचो हलादे क्रियासमृद्धारे यङ् इति सूत्रं वा उत्तरमस्ति प्रथमं आदेश उपदेशति एव प्रथमं शक्नुमः किमर्थं चेत् धातोः एकाचो हलादे क्रियासमाभिहारे यङ् यङ्गोचि सूत्रेण नूतनधातुः आगच्छति उपदेशधातु नास्ति औपदेशधातु नास्ति ततः तेज उपदेशशिति एव प्रथमं करणीयम् इति उत्तरमस्ति. उपदेशधातोः एव आत्वं भवति उपदेश एजन्तधातोः एव आत्वम् इति कृत्वा न तु अशिति इति अस्ति अतः प्रत्ययस्य किमपि आवश्यकता नास्ति इति कृत्वा एव प्रथममेव आत्वं कृतवन्तः अनन्तरमेव यङ् विधानं सम्यक् वा भगिनि तादृशचिन्तनं न भगिनि तत् प्रथमं तादृशम् उक्तवान् परन्तु तत् सम्यक् नास्ति इति अग्रिमपरिच्छेदे दत्तं प्रथमं न करणीयम् इति वयं चिन्तयामः उपदेश अवस्थायाम् इति परन्तु तादृशं कुर्मश्चेत् तत्र लटि किं भवति तत्र शप् अनन्तरमेव आगच्छति किल यदा अग्रिमपरिच्छेदः पठित्वा तत्र इतोपि स्पष्टता भविष्यति भगिनि. क्षम्यतां भगिनि, अद्य परिच्छेदे वदति सामान्यतया यङ्ग् विषये तदेव आवश्यकं, परन्तु लट्लकारे भिन्नः भवति. ओ यङि अपि यकोऽपि प्रत्ययाः भवन्तु सर्वे सर्वान् प्रत्ययान् प्रथमम् आनेतव्यं, तदनन्तरं तेषु यदि षित् अस्ति वा इति द्रष्टव्यम्. तर्हि षित् नास्ति चेत् तर्हि तत्र अशिति इति भवति किल, तर्हि तत्र कर्तव्यम् इति अग्रिमपरिच्छेदे प्रायः तत् पठित्वा समरैस् करोमि. धन्यवादः. सरला भगिनी पठति वा? अस्तु. किन्तु एतादृशं कुर्मः चेत् समस्या भवति, अपि च आदे च उपदेशे शिति इति स्वयम् अनैमित्तिकम्, अतः कदाचित् अपि भवितुम् अर्हति. यथा जानीमः अशित् प्रत्ययपरे इति तु नास्ति, अपि तु शित् प्रत्ययपरे न इत्येव. अधुना समस्या का इति चेत् सर्वप्रथमम् आदेशे उपदेशे शिति भवति चेत् प्रक्रिया कथं स्यात् लटि, यथा भ्वादौ ध्येयि योग लट्, लट् प्रत्ययः शित् न, अतः आदेशे उपदेशे शिति इत्यनेन आत्वं ध्या योग लट्, ध्या योग तिप्, ध्या योग शप् योग तिप्, अधुना आत्वं वर्तते. शप् प्रत्ययः च परः पुनः ध्येयि इति रूपं कुर्म वा? एतादृशं विधानं न भवति केनचित् अपि सूत्रेण. आदेशे उपदेशे शिति इत्यस्य फलितः अर्थः अस्ति यत् प्रक्रियायां कुत्रचित् अपि शप् प्रत्ययः नास्ति चेत् एजन्तधातोः आत्वं भवति. अनेन बुध्यते यत् आदेशे उपदेशे शिति इति सूत्रं स्वयं ज्ञापयति यत् प्रथमतया ये ये प्रत्ययाः विधीयन्ते एते सर्वे आनेतव्याः. सर्वेषां विधानानन्तरम् एषु विहितप्रत्ययेषु एकोऽपि षित् नास्ति चेत् एजन्तधातोः आत्वं भवति. प्रक्यारम्भे आत्वं कुर्मः चेत् सारधातुकप्रक्रिया नष्टा भवति. अस्य निवारणार्थं प्रत्याविधेयाः तदा आत्वम्. अतः अत्र सर्वप्रथमं धातोः रे एकाचो हलादे क्रियासंहारे यम् तदा यङूचि तदा एव आदेचि उपदेशे शिति इति. पूर्वस्मिन् परिच्छेदे वयं दृष्टवन्तः यदि आदेशे उपदेशे शिति पूर्वं कार्यं करोति तत् तदनन्तरं यत् धातु भवति तत् वयं आत्वम् आगच्छति. किन्तु यदि तस्य पूर्वं धातोः एकासु हलादे क्रियासंहारे इति रुचि तस्य कार्यं पूर्वं भवति इति आतिदेशकधातुः भवति सामान्यतया यदि वयं जानीमः. किन्तु यदि एता प्रक्रिया यदि वयं कुर्मः आदेश उपदेशे अनन्तरं कारणे कि उपदेशे अवस्थायाम् एव केवलं तस्य कार्यं भवति, तु तस्य पूर्वं यदि कार्यं कुर्मः तस्य समस्या क्या भवति? तस्य उत्तरम् अत्र अस्ति. यदि वयं भ्वादिगणीयधातु ध्येयि इति स्वीकुर्मः, सो ध्येयि इति ऐकारान्तधातुः अस्ति, एजन्तधातु, तत् लट् विवक्षायां लस्य अनेन अति आदधातुकप्रत्यया भवति, सो ध्येयि आदेशे उपदेशे शिति ध्या भवति. इदानीं लट् इति लस्य अनेन तिप् आगच्छति, तिप् इति तिप् भूत्वा शप् विकरणप्रत्यय आगच्छति, तो शप् आगत्य तत्र ध्यायोग अयोग तिप् इति आगच्छति, तो पुनः सार्वधातुकप्रक्रिया भवेत् इति ध्येयि इति सार्वधातुकप्रक्रिया आगत्य ध्येयस्य परिवर्तनं भवति इति न आवश्यकम् इति न कर्तव्यम् इति समाधान इत्यस्य निवारणार्थम् आदेशे उपदेशे शिति कदा करणीयम् इति आदेशे उपदेशे शिति अनमैतिकं कार्यं भवति यत्र अशिति प्रत्यय प्रत्ययशित् नास्ति तस्य परे यदि अस्ति ऐजन्तधातु आत्मं भवति वा यदि परे प्रत्ययः नास्ति शित् नास्ति तत्र अपि आदेशे उपदेशे शिति तस्य कारणं भवति अथ प्रथमं किं करणीयं ये सर्व यत्र आदेशे उपदेशे शिति कार्यस्य कार्यं करणीयं तत्र प्रथमं सर्वे सूत्राणि आनेतव्यं ये यत्र कोऽपि कोऽपि षित् प्रत्ययः नास्ति वा शप् प्रत्ययः नास्ति तथैव आदेश उपदेशे षिति तस्य कार्यं भवति न तु न भवति इति यदि वयं कुर्मः तस्य आधारेण प्रथमं विधानं यः लागि धातेवो तो एकाचो हलादि क्रियासंहारे यङ् अपि यङ् लुकि यङ्गोचि इति कर्तव्यं तदनन्तरम् आदेशे उपदेशे शिति कार्यं कर्तव्यं तत्र कोऽपि बाधा न आगच्छति. सम्यक्. अतः अस्मिन् परिच्छेदे यद्यपि आदेशे आदेश उपदेशे शिति इत्यत्र उपदेश अवस्थायाम् इति दत्तम् अस्ति चेदपि प्रथमं तु धातुर एकाचो हलादे क्रियासमभिहारे यङ् इत्यनेन यङ् विधीयते यङोचि च इत्यनेन तस्य यङ् लुक् भवति अनन्तरमेव आदेशे उपदेशे शिति इत्यनेन आत्वं द्वित्वं सर्वं कार्यं भवति इति अस्मिन् परिच्छेदे अस्ति. अग्रिमपरिच्छेदे किम् इति पश्यामः. हेमा भगिनि. आं भगिनि. अन्यत् समीपं महोदय अत्र प्रश्नः अस्ति आदेशप्रदेश इति अनैतिकम् इति दत्तम् अशिति इत्यस्य निमित्तमस्ति किल अनैमित्तिकम् इत्युक्ते तत्र प्रत्ययस्य अपेक्षा नास्ति इति. प्रत्ययः तु भवितुम् अर्हति. प्रत्ययः एव प्रत्ययः लट् लकारे सप्तस्य अधः न करोति किल आदेशोपदेश तत्र कार्यं न करोति यतोहि षित् अस्ति शप् षित् अस्ति इति कृत्वा लटि आदेशोपदेशे षिति इत्यस्य कार्यं न भवति. यङ् स्थाने नास्ति वा तदानीं? यङ् स्थाने अस्ति. यङ् स्थाने तु षित् नास्ति किल अतः भवति. अतः भवति लटि लोटि लङ्गि विधिलिङ्गि सार्वधातुक सूत्रम् अनैमित्तिकम् इति सम्यक् वा तदेव मम प्रश्नः. तत्र सामान्यतया निमित्तम् इत्युक्ते वयं किं कुर्मः तत्र अचि परे नो अशिति परे अशिति इत्युक्ते अत्र निमित्तम् अस्ति हा भवितुम् अर्हति परन्तु अनैमित्तिकम् इति दत्तम् अशिति न प्रत्ययं महोदय अत्र कोऽपि प्रत्ययः नास्ति अशिति इति प्रत्ययः निमित्तम् इत्युक्ते अचि परे कोऽपि प्रत्ययस्य तत्र सप्तमीरूपं स्यात् अत्र तु अशिति इति कथनेन यथा भगिन्या उक्तं तत्र कोऽपि प्रत्ययस्य निर्देशः नास्ति किल तदर्थम् अनैमित्तिकम् इति उक्तं प्रत्ययः नास्ति अतः अनैमित्तिकं वा कः प्रत्ययः भवतु इति न लिखितं किल न निर्दिष्टम् अन्यच्च आरम्भे एव आदेश उपदेशे अशिति भवतु इत्यस्माभिः चिन्तितं येन धातुः औपदेशिकः स्यात् नाम उपदेशावस्थायां स्यात्. अत्रोच्यते यत् आतिदेशिकधातोः विधानानन्तरमपि अन्तर्निहितः औपदेशिकधातुसंज्ञा अपि वर्तते यथा ध्यै योगः यङ् ध्यय द्वित्वाभ्यासकार्यात् पूर्वमपि आतिदेशिकधातुसंज्ञा भवति ध्यय इति रूपस्य, तत्र च अन्तर्निहितध्यै इत्यस्य तदानीमपि औपदेशिकधातुसंज्ञा वर्तते इति अस्ति. अत्र अस्माकं यङ् तु सनाद्यन्तदातः इति कृत्वा तत्र नूतनधातुः भविष्यति किल, अतः अत्र औपदेशिक उपदेश अवस्थायाम् इति वक्तुं शक्नुमः वा इति प्रश्नः, यतोहि तत्र आतिदेशिकधातुसंज्ञा भवति यदा यङ् प्रत्ययं योजयामः, अपि च यङ् लुकि भवति चेत् तत्र द्वादशप्रत्ययेषु यङ् अपि अन्यतमः इति कृत्वा तत्र तादृशचिन्तनं भवति. परन्तु अत्र किम् उक्तम् अस्ति इत्युक्ते आतिदेशिकधातुः यद्भवति तत्र औपदेशिकधातुः अपि अन्तर्भूतः भवति, अन्तर्निहितः इति कृत्वा तत्र धातुसंज्ञा वर्तते उपदेश अवस्थायाम् इति स्वीकर्तुं शक्नुमः इति सारांशः. समीचीनः वा भगिनि? सरला भगिनि, अभिप्रायः भिन्नः अस्ति वा नो चेत्? तावदेव किल. तर्हि अत्रापि कार्यं भवति तस्य, यद्यपि वयं चिन्तयामः तत्र उपदेश अवस्थायाम् इत्युक्ते तत्र औपदेशिकधातुः न वर्तते आतिदेशिकधातुः वर्तते इति, परन्तु तस्मिन्नेव औपदेशिकधातुः अन्तर्भूतः इति स्वीकार्यम् इति. एतत् तदनन्तरं चिन्तनम् अस्मिन् एव स्थले वा अन्यत्रापि तद् अप्लै कर्तुं शक्नुमः वा? कर्तुं शक्नुमः, यतोहि तत्र वयं न पठितवन्तः, तत्र सन्नन्ताः यदि आगच्छन्ति तादृशभिन्नकार्याणि यत्र आतिदेशिकधातवः आगच्छन्ति तत्रापि एतादृशमेव कार्यं भविष्यति इति मम चिन्तनं, परन्तु तत् वयं न पठितवन्तः. न परन्तु यद्वयं पूर्वं पठितवन्तः तत्र औपदेशिक अवस्थायां नास्ति अतः एतत् कार्यं न भवति इति तादृशं पठितवन्तः किल, तत्रापि एतत् चिन्तनं वयं आनेतुं शक्नुमः. इदानीं न स्मरामि कुत्र पठितवन्तः, बहुत्र पठितवन्तः भगिनि. न इदानीम् एकम् उदाहरणं स्मरति वा इति, तर्हि तत्र परिशीलनं कर्तुं शक्नुमः इति. भव्या भगिन्याः कोऽपि प्रायः मम तु स्मरणे नास्ति, परन्तु एतद्वयं बहुत्र पठितवन्तः औपदेशिक अवस्थायां नास्ति इति कृत्वा तत्र धातुसंज्ञा न तिष्ठति इत्यपि उक्तं, परन्तु तत्र आतिदेशिकविषये वा इति न स्मरामि, अन्यत्र वयं पठितवन्तः यत्र यदि एकं प्रत्ययं योजयामः तर्हि तत्र धातुसंज्ञा गच्छति इति. अत्र अन्तर्निहितभागः इति एतत्तु प्रथमवारं वयं पठामः. आदेचे उपदेशिष्य इति अपि भगिन्या उक्तं किल, पूर्वतन करपत्रे तादृशम् आसीत् इति, परन्तु यदा वयम् अग्रे सरामः तत्र अभिप्रायः भिन्नः वर्तते, अपि च तत्र परिष्करणं न कुर्मः अतः अस्माकम् अपि क्लेशः. परन्तु इदानीम् अहं बहुवारम् एतादृशमेव पाठितवती, इदानीं दातु क्षम्यताम् औपदेशिक अवस्थायां नास्ति अतः एतत् कार्यं न कर्तुं शक्नुमः इति. परन्तु पुनः वयं पश्यामः यदि कुत्रचित् आगच्छति चेत् तत्र कीदृशी स्थितिः इति, तत्र आतिदेशिकधातुः न वर्तते परन्तु अन्यत्र तादृशप्रसङ्गः इति अहं चिन्तयामि. प्रत्ययलुक् भवति तत्र एव आगच्छति, एतत् अपि भवितुं शक्नोति. एवं वा? पुनः वदतु भगिनि. प्रत्ययलुक् भवति, यङ् लुक् भवति तत्र अपि तत्र अवस्था भवति. तादृशम् अदादिगणे जुहोत्यादिगणे अपि भवति किल, प्रत्ययस्य लुक् भवति. तर्हि तत्र गत्वा एकवारं पठामः, यदि वयम् उदाहरणेन अग्रिमवर्गे तर्हि चर्चां कर्तुं शक्नुमः. आमां रिव्यू करणीयम्. अग्रे भगिनि, तदा संज्ञङ्गुः, तदनन्तरमेव तदा संज्ञङ्गुः इत्यनेन द्वित्वकार्यम् अनन्तरम् अभ्यासकार्यम् इति. तर्हि प्रथमम् अत्र यङ् विधीयते, तदनन्तरं यङ्गोचि च इति यङ्गः लुक् भविष्यति, तदनन्तरम् आदेचोपदेशिषिति यदि एजन्तदातुः वर्तते तर्हि तत्र आत्वं विधीयते, तदनन्तरं द्वित्वकार्यम् अनन्तरम् अभ्यासकार्यम् इति क्रमः स्मर्तव्यम् इति. तर्हि इदानीम् उदाहरणं दत्तं, दा इति धातुः, धा धातुः एका च अस्ति, अतः धातुरेका च हलादे क्रियासमभिहारे यङ् इति, क्रियासमभिहारे विवक्षा अस्ति चेत् तत्र यङ् भूत्वा यङ् प्रत्ययः विधीयते, तदनन्तरं यङ्गोचि च इति द्वित्वं धा धा इति भवति. यदा धा धा इति भवति इदानीं द्वित्वकार्यम् अभवत्, तर्हि अनन्तरम् अभ्यासकार्यं धा इति ह्रस्व प्रथम अभ्यासस्य ह्रस्वः भवति, अतः धा इत्यत्र धकारः भवति. तदनन्तरं धकारः चतुर्थवर्णः, अभ्यासे चर्च इति कृत्वा तत्र झषः झषादेशः भवति, अतः धकारस्य अल्पप्राणधकारः भूत्वा तत्र दधा इति भवति. इत्यनेन अभ्यासे चर्च इत्यनेन चर्त्वम् इति उक्तं, चर्त्वम् इति वक् ओके, तत्र चर्त्वम् इत्युक्ते तत्र झषः झष् अपि च द्वितीय प्रथमवर्णस्य प्रथमवर्णः भवति इति स्वीकार्यम्. अत्र चर्त्वम् इति चिन्तयित्वा तत्र चतुर्थवर्णस्य प्रथमवर्णः न इति मनसि भवेत् इति. तत्र यतोपि अभ्यासे चर्च् मध्ये तत्र झष् अपि अनुवृत्तिरूपेण आगच्छति, जलां झष् झषि इति सूत्रेण, अतः झषः झष् अपि च खरः च इति स्वीकार्य. अत्र यङि यङ्लुकि च एकं विशिष्ट अभ्यासकार्यं भवति. दीर्घोकितः इत्यनेन अकित् अभ्यासस्य दीर्घादेशो भवति यङि यङ्लुकि च. तर्हि यदा ह्रस्वं जातम् अभ्यासस्य, इदानीं विशिष्टकार्यं भवति, नूतनसूत्रं विशिष्टकार्याणि इति इदानीं प्रचलन् अस्ति, तत्र दीर्घोकितः इति सूत्रेण यत्र अकित् वर्तते, इत्युक्ते कुत्रचित् वयं नुक् आगमः तादृश कित् आगमः भवति किल, तत्र तादृश यदि आगमेन तत्र कित् अस्ति तर्हि तत्र यत्र अकित् अस्ति तत्र एव दीर्घादेशः भवति इति. अस्मिन् प्रसङ्गे तु अस्माकं कोऽपि कित् इति प्रसङ्गः एव नास्ति, तर्हि अकित् इति स्वीकृत्य द धा इत्यत्र पुनः दीर्घः भवति. तर्हि प्रथमं ह्रस्वः जातः, तदनन्तरं पुनः दीर्घः कृत्वा तत्र दा धा इति भवति. परन्तु वयं सामान्यतया यदि दा धा इति पश्यामश्चेत् वयं चिन्तयामः प्रथम तत्र धा इत्यत्र केवलम् अभ्यासे चर्च इति भूत्वा तत्र दकारः आगच्छति इति कृत्वा तत्र दा धा इति साक्षात् अस्ति इति न चिन्तनीयं. तत्र ह्रस्वः भूत्वा तदनन्तरम् अभ्यासे चर्च कृत्वा तदनन्तरं दीर्घोकितः अपि कार्यं भवति इति. इत्यनेन अकित् अभ्यासस्य दीर्घादेशो भवति यङि अपि च यङ्लुकि इति विषयः. तत्र उदाहरणद्वयं वदामि वा? अस्तु भगिनि, अस्तु, धन्यवादः. आम् मणिमहोदय, भवान् पठति वा? तत्र प्रथमं सूत्रं पठतु महोदय, दीर्घोकितः इति सूत्रं किं वदति इति पश्यामः. अस्तु महोदय, दीर्घोकित् अकित् अभ्यासस्य दीर्घादेशो भवति यङ् लुकि च. न कित् यस्य सः अकित् तस्य. अकित् अभ्यासस्य इत्युक्ते तादृश अभ्यासः यस्य कित् आगमो न भवति. दीर्घः प्रथमान्तम् अकित् षष्ठ्यन्तं द्विपदं सूत्रम्. अत्र लोपोभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः गुणो यङ् लुक् लुको इत्यस्मात् यङ् लुको इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. अङ्गस्य अकित् अभ्यासे दीर्घो यङ् लुक् यङ् लुको. अत्र किं वदति इत्युक्ते यत्र यङ् लुक् भवति, यङ्गधातोः लुक् भवति, अत्र अभ्यासस्य दीर्घः भवति कुत्रचित् अकित् परे अस्ति चेत्, कित् परे अस्ति चेत् नास्ति, दीर्घः नास्ति, अकित् अस्ति चेत् दीर्घः भवति इति अभ्यासस्थाने. सम्यक् नास्ति वा महोदय? सम्यक् एव महोदय, अहं तु चिन्तयन्ती अस्मि, नास्ति, भवतः तु सम्यक् अस्ति, मम अवगमने अस्ति वा इति चिन्तितवती. सम्यक् अकित् कुत्र भवति इति अहं अन्यत्र वयम् अनुनासिकस्य तत्र कुत्रचित् नुकागमः इति पठितवन्तः किल भगिनि, तादृशमध्ये कित् आगन्तुं शक्नोति अभ्यासस्य वा? प्रायः तर्हि अत्र कुत्र भवति इति इदानीं न स्मरामि, परन्तु यदि कित् भवति तर्हि तत्र दीर्घादेशः न भवति. अपि च अत्र तु यङ्ग्लुकोः इत्यपि अनुवृत्तिः वर्तते, तर्हि तत्र केवलं यङ्गी अपि च यङ्ग्लुकि इति द्वावपि भवति. तत्र द्विवचने यङ्ग्लुकोः इति उक्तम् इति कृत्वा यङ्गी अपि च यङ्ग्लुकि विषये अभ्यासस्य दीर्घादेशः. तर्हि कुत्र अन्येषु स्थलेषु तत्र तादृशचिन्तनं नास्ति इति न भवति. समीचीनम्. कित् अभ्यासस्य दीर्घादेशो भवति. सम्यक् अस्तु महोदय. प्रथम दे इति करोति वा? धातु अपि धातु अस्ति यङ्ग्लुगन्ते धातु आदेशे प्रतिशति इत्यनेन आत्वं भवति दा इति सन्यङ्गो इत्यनेन द्वितं भवति दा दा इति अनन्तरं ह्रस्वः इत्यनेन दा दा इति दादा इति यङ्ग्लुगन्ते धातु. अत्र दीर्घो अकित् इति सूत्रं कार्यं करोति, अतः द इति स्थाने दीर्घ आदेशः दादा इति रूपं भवति. तदेव अभ्यासे चर्चे अपि वक्तव्यमेव किल, तत्र किमपि विकारः न भवति चेदपि तस्य प्रसक्तिः तु अस्ति एव. जलः स्थाने जष्पाचारः कार्यं करोति वा महोदय? न न, किमपि कार्यं नास्ति. पर्जन्यवत् इति तत्र वदामः किल. समीचीनं. सम्यक् महोदय, धन्यवादः. अरुणा भगिनी धातु एजन्तदातुः अस्ति आदेशोपदेशेन व्यः भवति, तन्यङ्गौ इति सूत्रेण द्वित्वं भवति व्याव्यः. तदनन्तरं हलादिशेषः इति सूत्रेण वाकार एव अवशिष्यते द्वा व्यः. तदनन्तरं दीर्घोकित्तः इति सूत्रेण दीर्घ आदेशः भवति व्या इति यङ्गलुगन्तधातुः अस्ति. सम्यक्. पुष्पा भगिनि द्यै भगिनि एकनिमिषम्. तत्र भवती पृष्टवती किल अकित् कित् विषये, तत्र 7485 इति सूत्रमस्ति नुगतो अनुनासिकान्तस्य इति. तत्र अनुनासिकान्तस्य अङ्गस्य यः अभ्यासः तस्य अकारान्तस्य नुगागमो भवति यङ् यङ्लुको परतः. तर्हि यङ् यङ्लुक् विषये अनुनासिकान्त अङ्गस्य नुकागमः भवति. तर्हि यत्र नुकागमः भवति तत्र दीर्घोकितः इत्यस्य प्रसक्तिः न भवति. अनुनासिकान्तस्य अङ्गस्य अभ्यासः तस्य अकारान्तस्य नुक् आगमो भवति यङ्लुकौ परतः. तन्तन्यन्ते तन्थनीति तत्र प्रक्रिया न कृत्वा पश्यामश्चेत् इतोपि स्पष्टता भवति, परन्तु अत्र नुकागमः अस्ति इति स्वीकृत्य तत्र अग्रे सर्तुं शक्नुमः. अस्तु भगिनि. अत्र जै टु सूत्रास् लेटर् अत्र जै धातु आदेश उपदेशे इत्यनेन आत्वम् आगच्छति. ध्या इति अस्ति, संयुञ्जो इत्यनेन द्वित्वम् आगच्छति ध्या ध्या. अत्र अभ्यास न ह्रस्वः ह्रस्वः आगच्छति परन्तु यकारः गच्छति न तद् तत्र अदे हलादिशेष हलादिशेष हलादिशेष इत्यनेन दकारः एव तिष्ठति धकारः परे तु जस्थाने जश् जशि न अभ्यासे चर्चा इत्यनेन दकारः मूर्धनिदकारस्य परिवर्तनम् आगच्छति महाप्राण अल्पप्राण अस्तु मूर्धन्येन क्षमितं महाप्राणधकारस्य अल्पप्राण आगच्छति दध्या इति अत्र दीर्घोखितः इत्यनेन अत्र दका दस् पूर्वे स्थित दकारस्य आदेशः भवति आत्वं दीर्घमागच्छति धाध्या इति आगच्छति सम्यक् धाध्या इति भवति आम् सरलभगिनी ग्लै अस्तु ग्लै ऐजन्तधातु आदेश उपदेशे शुक्ति अनेन ग्ला संज्ञो अनेन ग्ला ग्ला भवति इदानीं हलादिशेष अनेन लकारस्य अपगमनम् अपि ह्रस्व अनेन आकारस्य अकारः भवति सो गकार ग ग्ला भवति इदानीं कुहुचु अनेन गकारस्य जकारः भवति सो ज ग्ला इति भवति दीर्घो कित्यनेन जाग्ला इति भवति सम्यक् भगिनि हेमा भगिनी म्लै आं भगिनि म्लै इति अस्ति एजन्तधातुः अस्ति अतः प्रथमम् आदेचे उपदेशे शिति इति कृत्वा तत्र आकारः विद्यते म्ला इति रूपं तदनन्तरं द्वित्वं भवति म्ला म्ला इति इदानीं लकारस्य अपगमनं हलादिशेषः इति कृत्वा मम्ला तत्र माम्ला इति स्थितिः तदानीं माम्ला इदानीं ह्रस्वः इति कृत्वा मम्ला इति भवति मम्ला यदा जायते तर्हि इदानीम् अकित् इति कृत्वा तत्र पुनः दीर्घोकितः इति सूत्रेण माम्ला इति स्थितिः सम्यक् मा इति अहं करोमि मा इति तत्र प्रथमं द्वित्वं मा मा ओ अस्तु तत्र किमर्थं वयं ओ धातुः एव मा इति एव अस्ति अतः आदेशः इत्यस्य किमपि नास्ति अतः मा मा इति संज्ञोः इत्यनेन द्वित्वं ह्रस्वः इत्यनेन मम इदानीम् अकित् अभ्यासस्य दीर्घादेशो भवति इत्यनेन दीर्घोकितः इत्यनेन मा मा समानकार्यमेव घ्रा इत्यत्र परन्तु तत्र एकम् अन्यत् कार्यमस्ति घ्रा घ्रा इति अस्ति तत्र कोहोश्चुः किल प्रथमं कोहोचु तदनन्तरं हलादिशेषः प्रथमं करोतु रेपः अपगच्छति इदानीं कोहोश्चुः तर्हि गकारस्य गकारस्य तृतीयवर्णः किल किमर्थं यथासङ्ख्यम् उक्तवती किल प्रथमं महाप्राणः महाप्राण चतुर्थवर्ण क्षम्यतां तदनन्तरम् अनन्तरम् अभ्यासे चर्चा इत्यादि झष्ट्वं झ अनन्तरम् इदानीम् अकित् अभ्यासस्य इति कृत्वा दीर्घो दीर्घः भवति जाग्र जाग्र अस्तु इकारान्तः अपि कृतवन्तः वा भगिनि ओ अस्तु महोदय भवानेव पुनः ईकारान्तानां च धातूनां यङ् लुगन्धधातुः गुणो यङ् लुको अभ्यासस्य गुणो भवति यङि यङ् लुकि च यं च लुक् च यं लुकौ उत्तरेतरद्वन्द्वः तयोः यं लुकौ लुकोः गुणः प्रथमान्तं यं लुको सप्तम्यन्तं द्विपदान्तं सूत्रम् अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य गुणः यं लुकौ अत्र दत्तम् अभ्यासस्य स्थाने गुणः भवति यं धातूनां यं लुकि धातूनामपि गुणः भवति इति गुणो यं लुको इति सूत्रेण उदाहरणं जि अस्ति नीतं सन्धिं भवति न जि जि इति अनन्तरं अत्र ह्रस्व गुणः गुणो यं लुको इति ईकारस्य एकारः भवति जे जि इति रूपम् अत्र छत्वं न भवति किमर्थं चेत् प्रथमः तृतीयः यन् स्थाने रूपं विकारः न भवति इति दत्तम् अधः एव न भवति विकारः तु न भवति अत्र दीर्घोकितः भवति वा महोदय ह्रस्ववर्णः अस्ति किल दीर्घोकितः अस्ति बट् तर्कः अस्ति अन्यपारः अस्ति तत्र अत्र तु भवति एव किल ह्रस्वः अस्ति दीर्घं कृत्वा तदनन्तरं गुणो यङ् लुकोः इति करोतु जि जि इति अस्ति किल द्वित्वं भूत्वा अभ्यासः जि इति ह्रस्ववर्णः अतः प्रथमं दीर्घं करोतु तर्हि जि जि इति भवति इदानीं गुणो यङ् लुकोः तदनन्तरं अस्तु दीर्घवर्णः अस्ति चेत् अपि गुणः भवति वा आम् आम् किल अत्र यदा नी अस्ति तत्र ने इति भवति किल ने इति गुणापति ओ दीर्घस्य वा दीर्घ सर्वत्र गुणः इत्युक्ते ईक्वर्णस्य गुणः इत्युक्ते तत्र ईकारः वा ईकारः वा द्वावपि न न चिन्तयतु अत्र नी इति स्थाने निनि इति ह्रस्व इत्यनेन निनि इति भवति ह्रस्व भवति अनन्तरमेव गुणः भवति सत्यं तत्रापि पर्जन्यवत् यदि स्वीकुर्मः प्रथमं नी इति अस्ति ह्रस्वः भूत्वा नी तदनन्तरं दीर्घोकितः कृत्वा दीर्घ नी तदनन्तरं गुणो यङ् लुक् अपि कर्तुं शक्नुमः किल प्रसक्तिः अस्ति चेत् तत्र परन्तु गुणकार्यं यत् वयं सामान्यरीत्या पश्यामः किल अस्तु मम चिन्तनमस्ति दीर्घः गुणः न भवति इति स्थाने अहं चिन्तयति मेबि सम्यक् नास्ति सार्धधातुकयोः इत्यत्र किं भवति गुणः कुत्र भवति अन्ते तत्र ह्रस्वः वा दीर्घः वा द्वावपि भवति किल अस्तु इदानीं नी धातुमेव स्वीकरोतु महोदय नियोगः हा आयोगः ति इति अस्ति तत्र गुणः भूत्वा ने भवति तदनन्तरं सन्धिकार्यं भूत्वा एकारस्य स्थाने अयादेशः तदानीं नयति इति रूपम् आगच्छति भगिनि किमर्थं दीर्घमपि करणीयं सूत्रं सूत्रं तु अस्ति एव किल भगिनि तत्र प्रसक्तिः अपि अस्ति अङ्गस्य अकितः अभ्यासस्य दीर्घः इत्युक्ते तत्र तस्य तत् करणीयम् एव किल सङ्ख्यायाः महत्वं नास्ति इति एव भगिनी उक्तवती किल वर्गस्य आरम्भस्य अत्रैव दत्तं पश्यतु अस्मिन् परिच्छेदे अभ्यासविकारेषु बाध्यबाधकभावो नास्ति इति अधोभागे परिभाषा 67 इति दत्तं किल भगिनी अन्ततो गत्वा तत्र परिवर्तनं किमपि नास्ति परन्तु सामान्यतया वयं पर्जन्यवत् इति कृत्वा तत्र सर्वत्र वदामः किल तदर्थं वयं कुर्मः इति आमां वक्तव्यमेव, तद् सूत्रम् अस्ति एव किल. एकवारं कृत्वा अनन्तरम् अतः एकवारं दीर्घ भवति दीर्घो कित् इति सूत्रेण, अनन्तरं गुणो यं लुको सूत्रेण सम्यक् महोदय. धन्यवादः. धन्यवादः. अरुणा भगिनी की करोतु भगिनि, ची दातु एकन्त दातु अस्ति. प्रथमं सनाङ्गो सूत्रेण दत्तं भवति चीचि. हेमा भगिनी वदति दीर्घोर् अकित्सः इति सूत्रेण दीर्घं भगिनी भगिनी न अङ्गीकरोति. महोदय उक्तं वा भगिनी, ऐस्मरामि न पूर्वं वयं चर्चितवन्तः किल, बहु बहुकालं पूर्वमपि एतादृशचिन्तनम् अभवत् इति मन्ये. अहं परन्तु न कुर्मः चेदपि तत्र कापि बाधा न भवति इति बहवः जनाः सर्वत्र पर्जन्यवत् वयं सर्वत्र वदामः किल, करीष इत्यत्र वा बहुवारं वदामः. कार्यं सूत्रस्य कार्यम् अस्ति चेत् तद् वक्तव्यमेव. महोदयस्य वर्गे तु भविष्यति पर्जन्यवत्, अन्येषां तु किञ्चित् भिन्नः अभिप्रायः प्रायः वर्तते. पर्जन्यवत् अवश्यं भवति. दीर्घः सूत्रेण दीर्घ जी जी, तदनन्तरं गुणो यङ् लुकोः इति सूत्रेण गुणः भवति जे जि जि यङ्गन् यङ् लुगन् ददातु. सम्यक्. अहं चेचि चेचि सम्यक् भवति प्रथमं, तदनन्तरं ह्रस्वनेन भवति, तदनन्तरं दीर्घो कृते प्रजन्यव आगच्छति नी भवति गुणेन अभ्यासस्य नी इति भवति गुण भवति दीर्घो. सम्यक् भगिनी, ने नि इति रूपं. पुष्पा भगिनी क्री इति. अस्तु भगिनि, क्री अत्र क्री तु आदे तत् कार्यं न करोति. चि तत्तु क्षम्यताम्, अत्र आह्लादिशेषः, परन्तु पूर्वे रेपः गच्छति अत्र चोः कुः इत्यनेन ककारस्य संयङो इत्यनेन द्वित्वम् आगच्छति. द्वित्वम् आगच्छति परे कोहोचुः आगत्य अत्र ककारस्य चकारः आगच्छति परे दीर्घो किं कितः दीर्घो कितः दीर्घो कितः इत्यनेन अत्र परन्तु अत्र गुणः गुणकार्यम् आगच्छति अनन्तरगुणः दीर्घोकितः परे गुणो अस्तु तदागच्छति चेक्रि इति आगच्छति. हेमा भगिनी शी इति करोति वा? आं भगिनि, अत्र शी इति दीर्घ इकारान्तः भवति, अतः द्वित्वं भूत्वा शी शी इति अस्ति. प्रथमं ह्रस्वः भवति अतः शी इति भवति. इदानीं दीर्घोकितः इति कृत्वा न तस्य तदपि कर्तुं शक्नुमः. दीर्घोकितः इति शी इति भूत्वा तदनन्तरं गुणो यङ्लुकुः इति इकारस्य इकारः भूत्वा शेषी इति रूपम् आगच्छति. यदि दीर्घोकितः कुर्मः तर्हि गुणो यङ्लुकोः इत्यस्य कार्यं भविष्यति, परन्तु यदो गुणो यङ्लुकोः प्रथमं कुर्मः तर्हि तत्र दीर्घोकितः इत्यस्य कार्यं न भविष्यति। अतः तादृशं पश्यामश्चेत्परसूत्रमपि अस्ति, नित्यसूत्रमपि अस्ति, नित्यसूत्रमपि भविष्यति। सूत्रसङ्ख्या द्रष्टव्या इदानीं तत्र, आं परत्वात् कार्यं भवति। सम्यक्। अतः श्वी इति अस्ति, तत्र हलादिशेषः इत्यनेन वकारस्य लोपः शी श्वी इति इदानीं, तत्र गुण दीर्घोकितः इत्यनेन शी श्वी इति प्रथमम्, अनन्तरं गुणो यङ्लुकोः इत्यनेन अभ्यासस्य गुणः इति कृत्वा शेष्वी इति रूपम्। अस्तु, एकः एव परिच्छेदः किल। अस्तु, सरला भगिनी पठति वा, अत्र प्रश्नः उदेति यत् अत्र प्रश्नः उदेति यत् धृतं जे जे इति स्थितौ न केवलं गुणोयङ्लुको सप्तमे दश चतुर्थपादे द्व्यशीतिसहस्रम् अपि तु दीर्घो सप्तमदशे चतुर्थपादे त्रिशीतिसूत्रम् इत्यस्यापि प्रसक्तिः अस्ति किल? अनयोः सूत्रयोः कः सम्बन्धः? अत्र बाध्यबाधकभावकीदृश पूर्वपरनित्यार्थ अन्तराङ्गपवादानाम् उत्तरोत्तरं बलीय परिभाषा अष्टदृशम् इत्यनेन अनयोः कीदृशसम्बन्धः? पूर्वपरत्वमिति वा अपवाद इति वा अत्र अन्या परिभाषा परिशीलनया अभ्यासविकारेषु बाध्याबाधकभावो नास्ति परिभाषा सप्तषष्टिः अस्य बोधनेन सम्बन्धः स्पष्टो भवति। यदि द्वयोः जि जि इति आगच्छति यथा वयं दृष्टवन्तः चिच्छनि तत्र यदि द्वयसूत्रयोः प्रसक्तिः एक काले अस्ति एकस्थले गुणो यङ्लुको अपि दीर्घो अस्ति गुणो यङ्लुको इति पूर्वसूत्रमस्ति दीर्घ दीर्घो कित् इति परसूत्रमस्ति तत्र पूर्वपरनित्यातर अन्तरातङ्ग अपवादनम् उत्तरोत्तरं बलि इति परिभाषा स्वीकृत्य बलाबलस्य चिन्तनं करणीयं वा न इति यङ्लुको इति अत्र एषा परिभाषा तस्य कार्यं न भवति, किन्तु अन्यपरिभाषा वक्तव्यम् अभ्यासविकारेषु बाध्याबाधकभावो नास्ति एता परिभाषा केवलम् अभ्यासकार्ये एव अस्ति अत्र तस्य बलीयम् अस्ति सो अभ्यासविकारेषु यदि अभ्यासविकारम् अस्ति तत्र बाध्यबाधकभावः नास्ति इति सो कोऽपि किमपि प्रथमं करणीयम् अनन्तरं करणीयम् इति साधु यथा वयं दृष्टवन्तः दीर्घोकिचरि यदि पूर्वं कुर्मः अर्जनीयवत् भवति तद् तदनन्तरं गुरो यङ्लुको तस्य कार्यम् आगच्छति इति वदति परिभाषा। सम्यक्, अस्तु, तावत्पर्यन्तं तावदेव किदां भगिनि? अस्तु, समीचीनम्। अस्तु, विरमामः वा? अस्तु, धन्यवादः भगिनी, धन्यवादः भगिनि, शुभरात्रि। प्रश्नः वयं दृष्टवन्तः ध्येयी इति आदेशे उपदेशिष्यति यदि सार्वधातुकप्रत्ययः भवति ध्या इति यदि शप् आगच्छति पुनः ध्येयी कथं भवति कुत्र यत्र यत्र वयं दृष्टवन्तः लट् रूपे वा लटिरूपे लटिरूपे ध्यै इति धातुः तदनन्तरं लट्लकारे तिप् आगच्छति ध्यै प्लस् तिप् तदनन्तरं सार्वधातुके कर्तरर्थे शप् विधीयते तर्हि ध्यै योगः शप् योगः ति इति स्थितिः इदानीं ध्यै योगः अकारः योगः तिप् ध्यै आ इति यदा वर्तते तत्र यचोयवायावः इति भूत्वा ऐ स्थाने आयादेशः तर्हि ध्याय योगः अयोगः ति तदनन्तरं ध्यायति इति आगच्छति किन्तु वयं यत् प्रदृष्टम् अस्ति अस्मिन् परिच्छेदे तत्र आदेशे उपदेशिष्यति प्रथमं कार्यं करोति तत् ध्यायोग शं योग चित् इति दत्तम् अस्ति तत्र न कार्यं करोति तत्र तस्य कार्यमेव न भविष्यति तदेव तत्र प्रदर्शयितुं महोदयेन तत्र दत्तं तत् साधु नास्ति इति किन्तु अहं यदि कुर्मः यदि इति स्यात् चिन्तयतु यदि स्यात् तर्हि पुनः ध्येय इति रूपं कुर्मः वा इति न तत्तु तत् किमर्थं दत्तवान् इति न जानामि न तद् मयापि न अवगतं परन्तु ध्यायोगः शप्योगः तिप् इत्यस्यां स्थित्यां किं भविष्यति सवर्णदीर्घः एव भवति किल तर्हि रूपं ध्याति इत्येव आगच्छति तत्तु अनिष्टं परन्तु एतद् वाक्यं किमर्थं स्थापितवान् इति मया अपि चिन्तितं परन्तु न पृष्टवती पुनः ध्यै इति रूपं कुर्मः वा किमर्थं करणीयं तत्र पृच्छतु अहं तु एवमेव मौनं स्थितवती पृच्छतु भगिनि तत् तस्य वाक्यस्य आवश्यकता एव नासीत् इति मम चिन्तनम् आसीत् परन्तु किमर्थं स्थापितवान् इति न जानामि भवती लिखित्वा पृच्छतु नो चेत् किमर्थं अस्तु भगिनि धन्यवादः धन्यवादः शुभदिनं शुभरात्रिः।